पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 112 कुञ्चल उवाच तदेवगानं च सुराङ्गनाभिर्गीतं समाकर्ण्यजगीतकैर्ध्रुवैः समाकुला चापि बभूव तत्र सा शम्भुपुत्री परिचिन्तयाना आसनात्तूर्णमुद्धाय महोत्साहेन संयुधा तूर्णं गदा वरारोह तपो भावसमन्विता तं दृष्ट्वा देवसङ्काशं दिव्यरूपसमप्रभं दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाभिशोभितम् दिव्यैराभरणैर्वस्त्रैशोभितं नृपनन्दनं दीप्तिमन्दं यथा सूर्यं दिव्यलक्षणसंयुतं किं वा देवो महाप्राज्ञो गन्धर्वो वा भविष्यति किं वा नागसुदस्सोऽयं किं वा विद्याधरो भवेद् देवेषु नैव पश्यामि कुतो यक्षेषु जायते अनया लीलया वीरसहस्राक्षोऽपि जायते शम्भुरेश भवेत् किं वा चायं मनोभवः किं वापि दुःसखा मे स्यात् पौलस्त्योऽयं धनाधिपः एवं समाचिन्तयति च यावत्तावत्त्वरं रूपगुणाधिपासा समेत्यरम्भासु महासखीभिरुवाचतां शम्भुसुतां प्रहस्य इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुशाख्याने द्वादशाधिकशततमोऽध्यायः ॐ